सिक्स् ए सार्वधातुकप्रकरणं कृत्सु. अस्तु तर्हि मदन महोदय पठतु. आं महोदय. सार्वधातुकप्रकरणं कृत्सु. धातुभ्यः विहिताः प्रत्ययाः विदः तिङ् च कृच्छ. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाः च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् कर्तर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन. शबादयः आयाति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव. आर्धधातुकः चेत् इदागमः विचारः करणीयः. इदं विभाजनं सार्वधातुक आर्धधातुकप्रत्ययोः तिङ्क्षु अपि भवति कृत्सु अपि भवति. सर्वेषाम् अवगच्छन्ति इदानीं पर्यन्तं? सरलमस्ति. अस्तु अग्रे. द्वयोः पूर्वतनभागयोः सार्वधातुकप्रकरणम् अदन्तम् अङ्गं सार्वधातुकप्रकरणम् अदन्तं सार्वधातुकप्रकरणम् अनदन्तम् अङ्गं सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः. तिङ् प्रसङ्गे तत्र लट् लोट् लङ् विधिलिङ्ग् येषु चतुर्षु लकारेषु कर्तर्थे शबादयः विकरणाः आयान्ति कर्तृ शप् इत्यादिभिः सूत्रैः ततः धातुगणभेदाः निष्पन्नाः इति जानीमः. अधुना अस्मिन् भागे सार्वधातुकप्रकरणं कृत्सु अयम् एव विचारः भवति कृत् प्रसङ्गे. अधुना वयं सार्वधातुकप्रकरणं कृत्सु पठामः इति अयं विचारः भवति कृत् प्रसङ्गे इति. इदानीं पर्यन्तं तिङ् प्रत्यय अवलोक्यामः. इदानीं कृत् प्रसङ्गे विचारः भवति इति उक्तं. तर्हि इदानीं पर्यन्तं तिङन्तनां प्रसङ्गे अस्माभिः पठितम्. इदानीं कृत्सु सार्वधातुकप्रकरणं कृत्सु. सार्वधातुकप्रकरणं तिङ् प्रत्ययेषु तु अस्माभिः पठितं लट् लोट् लङ् विधिलिङ्ग्. इदानीं सार्वधातुकप्रकरणं कृदन्त कृत् कृत् प्रत्ययेषु कथं भवति इति अपि वयं पठिष्यामः. अग्रे कित् नाम किं कित् नाम किम् उपरितम् मीना महोदय अस्ति वा? अस्मि महोदय. कृत् नाम किम्? उपरि उक्तं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः तिञ्च कृच्च. यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इति उच्यते कृतिङ् इति सूत्रेण. यस्य प्रातिपदिकस्य अन्ते कृत् प्रत्ययः अस्ति तत् प्रातिपदिकं कृदन्तम्. तत् निमित्तपदानि सर्वदा सुबन्तानि इत्युक्तौ नामपदानि सन्ति. यथा कर्तव्यं मतिः नेता गायकः लिखन् प्रकाशमानम् इमानि पदानि सर्वाणि कृत् प्रत्ययुक्तानि. यतः एते प्रत्ययाः तव्यत् तिन् कृन् तृच् नृल् शतृ शानच् साक्षात् धातोः विहिताः अपि च तिङ् सम्यकाः न सन्ति. अत्र कृत् नाम किम् इति उक्तं धातुभ्यः विहिताः प्रत्ययाः द्विविधमस्ति तिङ् अपि च कृत् प्रत्ययः. केन सूत्रेण इत्युक्ते कृत् अतिङ् इति तिङ् नास्ति कृत् अतिङ् यदि तिङ् नास्ति तत् कृत् भवति कृत् तिङ् इति सूत्रेण तस्य यस्य प्रातिपदिकस्य अन्ते कृत् प्रत्ययः अस्ति तत् प्रातिपदिकं कृदन्तं भवति तत् तव्यत् प्रत्ययं गम् दातु यस्य प्रातिपदिकस्य अन्ते कृत् प्रत्ययः अस्ति तत् प्रातिपदिकं कृदन्तं तन्निमित्तपदानि सर्वदा सुबन्तानि इत्युक्तौ नामपदानि सन्ति यथा कर्तव्यं मतिः नेता गायकः लिखत् यत् कर्तव्यम् इति तव्यत् प्रत्ययः मतिः इति तिन् प्रत्ययः किल ओ योजयतु प्रथमं दातु एव अस्ति किल किमर्थं यस्य प्रातिपदिके अन्ते कृतप्रत्ययः अस्ति चेत् इति किमुक्तं प्रातिपदिकस्य अन्ते धातुतः यदा कृत् प्रत्ययः भवति तदा तस्य प्रातिपदिकसङ्ख्या भवति खलु तदनन्तरं प्रातिपदिकं भवति प्रातिपदिकस्य अन्ते कृत् प्रत्ययः धातोः अनन्तरं कृत् प्रत्ययः अस्ति प्रातिपदिकः भवति प्रातिपदिकस्य अन्ते कृत् प्रत्ययः अस्ति अतः तादृशप्रातिपदिकं कृदन्तम् इति इदानीं कर्तव्यम् इति उदाहरणे कृ एव शृणोतु धातोः अन्ते नास्ति कृत् प्रत्ययः धातोः अनन्तरं कृत् प्रत्ययः अस्ति तस्य प्रातिपदिकसङ्ख्या भवति प्रातिपदिकस्य अन्तिमभागः कृत् प्रत्ययः अस्ति अतः तस्य कृदन्त इति संज्ञा भवति कन्फ्यूषन् तत्र यस्य प्रातिपदिकस्य अन्ते कृत् प्रत्ययः अस्ति धातुयोगः कृत् प्रत्ययः धातुयोगः कृत् प्रत्ययः अस्ति गम् धातु तव्यत् धातु गन्तव्यं भवति गन्तव्यत् इति प्रातिपदिकं किल किल गन्तव्य इति प्रातिपदिकमस्ति तद् गन्तव्यस्य अन्तिमभागः इति कृत् प्रत्ययः अस्ति खलु अतः कृदन्तम् यस्य अन्तिमभागः कृत् प्रत्ययः तादृशप्रातिपदिकं कृदन्तम् इति उच्यते इति अस्ति अस्तु तर्हि किं लिखितं तृतीयपादे तृतीय पाठे तृतीय अध्यायः अस्ति खलु तृतीय अध्याये किमस्ति धातोः अनन्तरं ये प्रत्ययाः सन्ति तेषां विवरणमस्ति तत्र अस्माभिः पठितं धातोः इत्यस्य अधिकारद्वयमस्ति प्रथम अधिकारमस्ति धातोरेकाचो समभिहारे यङ् इति सूत्रेण धातोस्य अधिकारस्य आरम्भः भवति अन्य अस्ति धातोः इति एव सूत्रमस्ति तस्य अधिकारः अस्ति धातोः इति यत् द्वितीय अधिकारः अस्ति तत्र तिङ् प्रत्ययाः सन्ति कृत् प्रत्ययाः सन्ति ये प्रत्ययः तिङ् न सन्ति ते कृत् प्रत्ययः भवन्ति केन सूत्रेण कृदतिङ् कृत् अतिङ् ये प्रत्ययाः धातोः इति अधिकारे तिङ् न सन्ति नाम अतिङ् सन्ति ते सर्वे कृत् भवन्ति तर्हि बहवः कृत् प्रत्ययाः सन्ति कृत् प्रत्ययः धातोयोगकृत् प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्माणं भवति प्रातिपदिकं भवति तिङन्तरूपं नास्ति प्रातिपदिकम् अस्ति नामपदमस्ति अतः प्रातिपदिकमस्ति अतः तस्यानन्तरं सुवौजस् अमौक्षस् इति विभक्तिप्रत्ययानां योजनं भवति इति एकमस्ति अस्तु अग्रे पठतु सर्वे एते सर्वे प्रत्ययाः तिङः कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः यत्र धातोः प्रत्ययस्यनयोः अधिकारः तिङ्प्रत्ययाः आरम्भे सर्वे सार्वधातुकाः तिंशत् सार्वधातुकम् इति सूत्रेण ओके अत्र अनुवृत्तिसहितसूत्रम् इदम् अवलोकयामः धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकं धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकः. अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. पुनरपि पठामि. अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. ओके, किमपि धातुतः विहितः प्रत्ययः स्यात् तत् सार्वधातुकं भवति वा? धातुतः विहितः अस्ति, धातु नास्ति चेत् सार्वधातुकस्य प्रश्नः एव न आगच्छति इति. पठतु. यः कोऽपि प्रत्ययः धातुतः विहितः तत्र सार्वधातुकं भवति किल? न, सार्वधातुकस्य प्रथमनियमः अस्ति धातुः भवेत्. धातु नास्ति चेत् सार्वधातुकस्य प्रश्नः एव नागच्छति. अग्रे पठतु. धातुतः विहितः नास्ति चेत्, धातुतः विहितः नास्ति चेत् सार्वधातुकस्य आर्धधातुकस्य प्रश्नः नैव उदेति. ओके, तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्. सार्वधातुक तदा धातु तिङ्क्षित् सार्वधातुकं किल? तिङ् चेत् सार्वधातुक तिङ्क्षेत् तिङ्क्षित् तत्र तिङ् अस्ति चेत् तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकमिति निश्चितम् सर्वदा तिङ्क्षित् सार्वधातुक तत्र तिङ् हा तिङ्क्षित् सार्वधातुकं सूत्रमस्ति तत्र चेत् आश्चित् तत्र तिङ् अथवा न तत्र मुद्रणदोषमस्ति महोदय. नन्तु परन्तु कृत् चेत् किमपि निश्चितं नास्ति इति अग्रिमवाक्ये अस्ति खलु. तिङ् तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकमिति. ओके, इन् प्रत्यय धातुतः सार्वधातुकमिति निश्चितं भवति. ओके, परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्. कृत् षित् अस्ति चेत् एव अयं कृत् प्रत्ययः सार्वधातुकः. कृत् षित् अस्ति चेत् एव तिङ्क्षित् सार्वधातुकम्. यदि कृत् अपि च षित् तदपि सार्वधातुकं वा? अथवा षित् अस्ति खलु, षित् अस्ति. कृत् प्रत्ययेषु नवशितः ते च शत्रुशानश् शानश् शान कश् श एष् सद्यै शदैन् इति. तत्र श एव शत्रुशानज् शत्रुशानज् श प्रत्ययः त्रीणि एव अहं जानामि. येषु द्वौ प्रसिद्धौ शत्रुशानज् श प्रत्ययः इति विकरणप्रत्ययः किल? कृत् प्रत्ययस्य विकरणप्रत्ययः भिन्नम्. ओ, कृत् प्रत्ययः श अहं न जानामि, न जानामि. शत्रुशानचेव आदिगणस्य श नास्ति. ओहो, एतान् नवप्रत्ययान् अतिरिच्य अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः इति सूत्रेण. प्रत्ययः कृत् अस्ति परन्तु षित् नास्ति, अतः आर्धातुकः अस्ति. तुमुन् आर्धातुकः अस्ति, त्वा प्रत्यय आर्धातुकमस्ति, ल्यप् आर्धातुकमस्ति इति. केवलं नवकृत् प्रत्ययः एव ये शितः स्तः शितः सन्ति ते एव सार्वधातुकः इति. तेषु अपि शत्रुशानच् एव प्रसिद्धद्वयम् अस्ति. इदानीं आर्धधातुकप्रत्ययेषु कृत् प्रत्ययेषु प्रत्ययद्वयमेव सार्वधातुकं. कृत् प्रत्ययेषु नवप्रत्ययः सार्वधातुकः तेषु तेषु सत्रसानच् एव प्रसिद्धौ भवति भवतः तु न प्रत्ययाः सन्ति ये सारसातुका. अस्तु अग्रे रघुपतिमहोदय न विजयमहोदय अपि अस्तु. विजयमहोदय पठतु महोदय. एतत् कुत्र अस्ति? जालपुटे 6A. अस्तु तावत्पर्यन्तं रघुपतिमहोदय प्रश्नः अपि प्रेषितं 6A वा? तदा ई पत्रे अस्माभिः सङ्केतं प्रेषितं, सङ्केतः प्रेषितः. अत्र नास्ति एव ई पत्रे अस्ति, तत् लिङ्क् अस्ति. अत्र नास्ति महोदय. 17 इति जालपुटे अस्ति खलु, एव अस्ति. नै जालपुटे रुधादिगणः 17 अस्ति, तस्य तदनन्तरं 6A सार्वधातुकप्रकरणं कृत्सु अस्ति खलु. आम् आम् आम् आम् अस्तु अस्तु. अत्र प्रथमभागः वा शत्रन्तरूपाणि? 6A तत्र मेन् हेडिङ्ग् अस्ति मुख्य, तदनन्तरं शत्रन्तरूपाणि 6A. अस्तु रघुपतिमहोदय पठतु यावत्पर्यन्तं विजयमहोदय करोति. अत्र च अन्यद् अत्र च अन्यदेकं वक्तव्यमस्ति यत् प्रक्रियायां वास्तविकविभजनम् अस्ति, सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया च. एवमेव विभाजनम् अन्यत् किमपि विभजनं नास्ति. इत्युक्तौ तिङ्कृत् अनयोः यः भेदः, स प्रक्रियाभेदः नास्ति. प्रत्ययः सार्वधातुकसंज्ञकः चेत् स च प्रत्ययः तिङ् भवतु वा कृत् वा भवतु, उभयत्र प्रक्रिया समाना. उभयत्र धातुगणनिमित्तिकविकरणप्रत्ययः, उभयत्र तस्य च विकरणप्रत्ययस्य स्वभावम् अनुसृत्य धात्वङ्गे गुणः वा गुणनिषेधः वा परिशीलनीयः. अत्र प्रक्रियां वास्तविकविभजनं नास्ति इति, सार्वधातुकप्रक्रिया आर्धातुक विभजनम् अस्ति, सार्वधातुकप्रक्रिया अपि च आर्धातुकप्रक्रिया इति. अन्यत् किमपि नास्ति इत्युक्ते इति यदि प्रत्ययः सार्वधातुक अस्ति चेत् तिङ् वा भवतु कृत् वा भवतु तत्र समानः अस्ति, प्रक्रियाभेदः नास्ति इति अस्ति तत्र. यदि सार्वधातुकप्रक्रिया अस्ति चेत् तत्र किं भवति, तत्र तिङ् गणनिमित्तिकविकरणप्रत्ययः आयाति, विकरणप्रत्ययस्वभावम् अनुसृत्य तत्र धात्वङ्गे गुणः वा गुणनिषेधः वा परिशीलनीयः. अग्रे प्रत्ययः तिङ् चेत् परिणामः अस्ति तिङन्तं पदं, प्रत्ययः कृत् चेत् परिणामः प्रातिपदिकं, तावानेव भेदः. अस्तु भेदः तावदेव, प्रक्रियाभेदः नास्ति यदि तत्र धात्विकः. भवान् पठतु महोदय. एकनिमिष किमभवत् महोदय, किमर्थं न पठति? महोदय तत्र कोऽपि आगतवान्? पठतु पठतु. अस्तु अत्र प्रत्ययः तिङ् चेत् परिणामः अस्ति तिङन्तपदम् इति, प्रत्ययः कृत् चेत् प्रातिपदिकं भवति, परिणामः अस्ति प्रातिपदिकं, तावानेव भेदः अस्ति. तथैव प्रत्ययः तिङ् वा कृत् वा भवतु, परन्तु स च प्रत्ययः आर्धसंज्ञकः वा चेत् इडागमविचारः, इडागमचिन्तनं करणीयम्. उभयत्र प्रक्रिया समाना अस्ति. तर्हि अत्र अस्माकं विषयः अस्ति सार्वधातुकप्रक्रिया कुत्सु वस्तुतस्सु सार्वधातुकप्रक्रिया यावत् भवति तावत् अत्र किमपि वैशिष्ट्यं नास्ति. तिङ्स्थले अस्माभिः यत् पठितं तत्तु अत्रापि समानम्. अत्र भेदः अस्ति यत् अन्ततो गत्वा सुबन्धं पदं भविष्यति इति कारणतः लिङ्गभेदः वर्तते, तथा च सुप्रत्यया संयोजनीयाः. एतत् सर्वं नूतनमस्ति अवश्यं, किन्तु सार्वधातुकक्षेत्रे न अन्तर्गतम्, अपि तु तद् अतिरिक्तम्. अतः अत्र लिङ्गविषये नूतन अंशः अस्ति, सुबन्धप्रक्रिया च नूतना. अनयोः द्वयोः विषयोः प्रसङ्गे सम्यक्तया परिशीलयिष्यामः. अस्तु अत्र इदानीं तत्र किमपि भेदः नास्ति यदि तिङ्ग् अथवा कृत्वा भवतु सार्वधातुकप्रक्रिया अस्ति चेत् किमपि भेदः नास्ति, ता अन्ततः गत्वा तत्र यदि तिगन्तपदमस्ति चेत् क्रियापदं भवति, परन्तु कृदन्तपदमस्ति चेत् सुबन्तं भवति, अत्र सुबन्तप्रक्रिया अनन्तरं भवति सुप्रत्ययः योजयित्वा अत्र सुबं सुबन्तप्रक्रिया नूतनमस्ति, तत् अग्रे अस्माभिः प्रातिपदिकस्य निर्माणपर्यन्तं समानमस्ति, अनन्तरं सुबन्तप्रक्रिया भिन्ना अस्ति, भिन्ना अस्ति तत् अत्र तस्य अत्र तत् प्रश्नम् इदानीं तस्य प्रश्न इदानीं नास्ति, परन्तु प्रातिपदिकनिर्माणपर्यन्तं समानमेव अस्ति तिङ्ग इव, यतोहि सार्वधातुक अस्ति चेत् सार्वधातुक इव भवति. अस्तु अग्रे अग्रे तर्हि नवसु सार्वधातुकप्रत्ययेषु अस्मिन् पाठे द्वौ प्रसिद्धौ सार्वधातुकप्रत्ययौ शतृष्ठानश्च अवलोकयिष्यामः इति अस्ति तत्र. तत्र इदानीं शतृशान शानच् प्रक्रिया एव तत्र प्रसिद्धः प्रक्रियौ प्रसिद्धौ, अतः प्रक्रिये प्रसिद्धे, अतः तेषां तत्र पठनं भविष्यति अग्रिमेषु करपत्रेषु. इदानीम् अग्रिमकरपत्रं पठामि वा? इदानीं प्रथमकरपत्रमस्ति शत्रन्तरूपाणि प्रातिपदिकनिर्माणम्, तद् कृपया सर्वे उद्घाटयन्तु. आं महोदय. अस्तु तर्हि विजया महोदय इदानीं भवती पठतु. अस्तु महोदय, नमस्कारः. नमस्ते. शत्रुशाणच् इत्यनयोः अर्थः, शत्रुशाणच् प्रत्ययोः अर्थः समानः. वर्तमानार्थः इति वर्तमानः नाम प्रारब्ध अपरि प्रारब्धापरिसमाप्तत्वं प्रारब्ध अपरिसमाप्तं समाप्तं प्रारब्ध अपरिसमाप्तत्वं या क्रिया आरब्धा न समाप्ता च सा वर्तमाना. अस्तु, आरब्धा क्रिया यावत् न समाप्ता च तस्य कालः वर्तमानकालः. अस्मिन् वर्तमानकालार्थे लट्टः स्थाने शत्रुशानच् प्रत्ययो भवतः. वयं जानीमः खलु वर्तमानकालस्य कृते लट् लकारप्रत्ययः अस्ति खलु, लट् प्रत्ययः अस्ति खलु. तर्हि लट् प्रत्ययः अस्ति, परन्तु लट् स्थाने शत्रुशानच् तस्य अपि प्रयोगं कर्तुं शक्नुमः. तर्हि सूत्रमस्ति अत्र, पठतु. आम्, अत्र लटः शत्रुशाणचाव प्रथमा समानाधिकरणे, अत्र धातुतः लटः स्थाने शत्रुशाणचौ आदेशौ वर्तमाने काले भवतः. अप्रथमान्तेन कर्त्र सह समानाधिकरणं समानाधिकरण्यम् अस्ति चेत् अस्ति चेत् शत्रु च शाणच् च शत्रुशाणचौ इतरेतरद्वन्द्वः न प्रथम अप्रथम. समानम् अधिकरणं यस्य सः समानाधिकरणः, अप्रथमय समानाधिकरणम् अप्रथमसमानाधिकरणः तृतीय तत्पुरुषसमासः. तस्मिन् अप्रथमसमानाधिकरणे लटः षष्ट्यन्तं शत्रुशाणचौ प्रथमन्तम् असमानाधिकरणे सप्तम्यन्तं त्रिपदमिदं सूत्रं वर्तमाने लट् इत्यस्मात् न श्रूयते भगिनि, न श्रूयते. वर्तमाने लट् इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः प्रत्ययः धातोः इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सूत्रमेवं वर्तमाने धातोः लटः शत्रुशाणचौ प्रत्ययौ अप्रथम असमानाधिकरणे. अत्र लटः शत्रुशाणचाव शाणचौ असमानाधिकरणे इति. अत्र धातुतः लटः स्थाने शत्रुशाणचौ, धातुः इति लटः स्थाने वर्तमाने इति लटः आगच्छति, अत्र लट्टः स्थाने शत्रुशाणचौ आदेशः यत्र वर्तमानकाले भवतः तत् समये एतत् आगत्य कार्यं करोति. अनन्तरं वर्तमाने लट् इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः प्रत्ययः अनन्तरं धातोः एतत् सर्वम् अत्र अधिकारः भवति. अनुवृत्तिसहितसूत्रं सूत्रमेवं वर्तमाने धातोः लटः शत्रुषाणचौ प्रत्ययौ अप्रथम असमानाधिकरणे इति अर्थे आगच्छति. तर्हि अत्र असमान अप्रथमसमानाधिकरणम् इति किं? तर्हि वस्तुतः सूत्रमस्ति वर्तमाने धातोः, नाम वर्तमानकाले धातोः अनन्तरं लटः तु भवति खलु. लटः तस्य स्थाने, लट् अत्र षष्टिः अस्ति, लटः स्थाने शत्रुषाणच् प्रत्ययः भवति. कदा? अप्रथमसमान अधिकरणे, नाम शत्रुषाणच् प्रत्ययस्य रूप यत् अस्ति प्रयोगः, तत् कर्त्रा सह भवति. कीदृशकर्ता सह? अप्रथमान्तेन कर्त्रा सह समानाधिकारणम् अस्ति चेत्, नाम किम् गच्छन्तं रामं पश्यामि. अत्र गच्छत् इति वर्तमानकाले लट् स्थाने शत्रु भवति, तस्य समानाधिकरणं केन सह भवति? रामं खलु. तर्हि अत्र रामम् इति प्रथमाविभक्ति नास्ति खलु, गच्छन्तमपि प्रथमाविभक्ति नास्ति, अतः अत्र गच्छन्तम् इति समीचीनमस्ति. वस्तुतः प्रथमाविभक्तौ शत्रुप्रत्ययस्य प्रयोगः न करणीयः इति अस्ति. नाम गच्छन् रामः कार्यं करोति इति, अत्र गच्छन् रामः इति अस्ति, अत्र प्रथमाविभक्तिः अस्ति खलु, नाम अत्र गच्छन्तस्य समानाधिकरणं रामेण सह भवति, यत्र रामः प्रथमाविभक्तिः अस्ति. वस्तुतः सूत्रस्य यदि वयं साक्षात् यदि वयं विवरणं कुर्मः तर्हि तादृशं न भवेत्, परन्तु लोके तादृश अपि रूपं दृश्यते यत्र प्रथमविभक्तिः अस्ति, परन्तु वस्तुतः तादृशरूपं न भवति अष्टाध्यायीमध्ये इति अस्ति. परन्तु गच्छन् अस्मि इति अस्ति खलु, अस्ति खलु, लोके तादृशप्रयोगः दृश्यते, प्रयोगः दृश्यते, परन्तु वस्तुतः सूत्रस्य वयं सूत्रे नास्ति, सूत्रे अप्रथमा एव लिखितमस्ति खलु, परन्तु लोके भवति, अतः नाम आहत्य प्रथमामध्ये अपि रूपं करोतु, चिन्ता नास्ति. तर्हि अस्माकं किमस्ति मुख्यकार्यं? वर्तमानलकारे वर्तमानकालः भवेत्, वर्तमानकालं भवेत् तत्र लट् स्थाने शत्रुषाणच् भवति. विभक्तौ न भवति. अहं गच्छामि इति वक्तव्यम्, अहं गच्छन् अस्मि इति एतादृश न, परन्तु समीचीनं नास्ति. अहं गच्छन् अहं किम् अहं चलन् हसामि किमपि, अहं चलन् कार्यं करोमि, खादामि, अहं चलन् फलं खादामि. अत्रापि वस्तुतः सूत्रस्य यदि वयं सूत्रं यदि वयं पठामः तादृशं न मा भवेत्, परन्तु भवति लोके भवति. अस्तु, तर्हि सर्वे अवगच्छन्ति. कार्यद्वयं वर्तमानकाले एव कुर्वन् अस्ति, तत् करोति, तर्हि तत् कथं करणीयं? तत्र लट् शत्रु इति उपयोगं कृत्वा एव वक्तव्यं खलु. कार्यद्वयं वर्तमानकाले एव कुर्वन् करोति इदानीं सूत्रे अत्र सूत्रे लिखितमस्ति इति वदामि, परन्तु लोके तादृशरूपं दृश्यते. अधिकरणे इत्युक्ते किं महोदय? अधिकरणे समान अधिकरणं, यत्र समानाधिकरणमस्ति खलु, कर्मधारयः समानलिङ्गम् तत्र महोदय तत्र दत्तमस्ति 3-121 विभाषा इति तत्र अनुवर्तनं कृत्वा समर्थयन्ति जनाः इति महोदयेन लिखितमस्ति तत्र नीलेश महोदयेन. अस्तु तदेव तस्य कुतः तु विभाषा अथवा विकल्पम् इति आनीत्वा आनीय लोकं जनाः किमपि कुर्वन्ति, परन्तु वस्तुतः सूत्रे तादृशं लिखितं नास्ति, तस्य विवरणे अपि लिखितमस्ति वा न दृश्यते, परन्तु कुतः तु विभाषा आगच्छति, अतः करोतु. आहत्य प्रथमविभक्तिमध्ये अपि रूपाणि भवन्ति, सम्यक् सन्ति, भवन्ति लोके दृश्यन्ते रूपाणि. रूपमपि अस्ति खलु तत्र, रूपमपि अस्ति खलु तत्र, वयं साधयामः खलु तत्र प्रथमाविभक्तिरूपं. अस्तु अग्रे पठतु महोदय, विजय महोदय भविष्यकाल. हा महोदय, कुत्र गत भविष्यत् कालार्थे इति अस्ति? न न अत्र आम् अत्र भविष्यत् कालार्थे अपि शत्रुशानचौ प्रयोगः अर्घः, वदिष्यन्तं रामं पश्यतु, नाम रामः यः वदिष्यति तं पश्यतु इति अर्थे आगच्छति. अत्र पुरस्कारं लप्स्यमानं रामं पश्यतु, नाम रामः यः पुरस्कारं लप्स्यते तं पश्यतु. अत्र भविष्यत्कालार्थे अपि शत्रुसानचौ प्रयोगः भविष्यति, वदिष्यन्तं रामं पश्यतु, अत्र रामः किञ्चित् विषये वदति, अतः तत्र वदिष्यन्तं रामं पश्यतु इति अर्थे आगच्छति, रामः यः वदिष्यति इति अर्थे. अनन्तरं पुरस्कारं लप्स्यमानं रामं पश्यतु, पुरस्कारं रामम् अत्र स्वीकर्तुं समयः अस्ति. एतत् शत्रुसानच्छु प्रयोगः भविष्यत्कालार्थे भवति, पुरस्कारं लप्स्यमानं रामं पश्यतु इति अर्थे आगच्छति. अग्रे पठामि वा महोदय? तृतीयपङ्क्तिः एव. लृटः सद्वा, भविष्यत्काले विहितस्य लृटः स्थाने शत्रुसानचौ भवतः विकल्पेन भवति. अत्र शत्रुप्रत्ययः केवलं परस्मैपदिधातुभ्यः विहितः, एतत् सर्वं जानीमः एव. परस्मैपदिनः एव अत्र शत्रुप्रयोगं कर्तुं शक्नुमः. अपि च कर्तृर्थे एव एतत् सानच प्रत्ययः तु कर्तृर्थे केवलम् आत्मनेपदी धातुभ्यः विहितः कर्मण्यर्थे, परस्मैपदी धातुभ्यः च आत्मनेपदी धातुभ्यः च विहितः भवति. अत्र विकल्पेन भवति इति न प्रथमं तु लट् लकारस्य स्थाने अपि विकल्पेन शत्रुसानच भवति. आहत्य शत्रुसानच लटः स्थाने अपि भवति, कृटः स्थाने अपि भवति. लट् कृते सूत्रमस्ति लटः शत्रुसानचौ अप्रथमसमानाधिकरणे, लृटः कृते अस्ति लृटः सत्वा. तदनन्तरं शत्रुप्रत्ययः केवलं परस्मैपदिधातुः भवति, कर्तृर्थे भवति. शत्रुप्रत्ययः कर्तृर्थे भवति, परस्मैपदिधातुः भवति. शानच् प्रत्ययः कर्तृर्थे केवलं आत्मनेपदिधातुभ्यः विहितः, परन्तु कर्मण्यर्थे परस्मैपदिधातुभ्यः च आत्मनेपदिधातुभ्यः च उभयः विहितः. तर्हि शत्रुप्रत्ययः केवलं कर्तृर्थे भवति सर्वदा, अपि च परस्मैपदिधातुभ्यः एव विहितः. शानच् प्रत्ययः कर्तृर्थे अपि भवति, कर्मण्यर्थे अपि भवति. कर्तृर्थे अस्ति चेत् केवलम् आत्मनेपदिधातुभ्यः भवति, कर्मण्यर्थे अस्ति चेत् परस्मैपदी आत्मनेपदिधातुभिः उभयोपयोगः भवति. अवश्यन्ति वा सर्वे? आम् आं महोदय. अत्रापि भविष्यत्कालात् अपि प्रथमासमानाधिकरणे न भवति वा महोदय? द्वितीय सूत्रे तु न भवति प्रायः. अत्र द्वितीया इति एव दत्तमस्ति खलु, वदिष्यति वदिष्यन्तं राम लप्स्यमानम् इति अत्र अप्रथमसमानाधिकरणे 3-124 अस्ति, अत्र 3-3 अस्ति, चिन्तयामि शत्रुशान् अस्ति इति कृत्वा तत्र समान अप्रथमा एव भवेत् इति इति अस्ति खलु शत्रुषु. अस्तु निश्चितम्, तादृशं तु अनुवृत्तिः नास्ति, परन्तु भवति लोके तु भवति एव खलु. रामः वदिष्यन् भवति भविष्यति. अवगच्छन्ति वा सर्वे? प्रश्नः अस्ति वा कस्यापि? न महोदय. अस्तु अग्रे पठतु मीना महोदय. सत्त्व ऋतः सत्त्व इति उक्ते किं? ऋतः सत् वा वा विकल्प वा इति अहं जानामि. सत्यमे तत्र पूर्वसूत्रं द्रष्टव्यं, प्रायः पूर्वसूत्रे किमस्ति द्रष्टव्यं, तत्र अनुवृत्तिरूपेण किमपि आगच्छति. शत्रन्तानां निर्माणप्रक्रिया, शत्रन्तानां निर्माणप्रक्रिया, शत्रन्तानां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयं भवति. ओके, एकं प्रातिपदिकनिर्माणं, द्वितीयं सुबन्तनिर्माणम् इति. प्रथमतया प्रातिपदिकं निष्पादनीयं, तदा सुबन्तपदम्. प्रथमकार्यं सार्वधात्तिकप्रकरणे अन्तर्भूतं, प्रथमकार्यं सार्वधात्तिकप्रकरणे अन्तर्भूतं, द्वितीयकार्यम् अस्माकं कृते नूतनं सुबन्तप्रकरणम् इति. अत्र शत्रुत्वं यदि योजयति चेत् कार्यद्वयमस्ति. प्रथमं प्रातिप धातुतः शत्रन्तम् अस्ति चेत् प्रातिपदिकं भवति, प्रातिपदिकनिर्माणं, तदनन्तरं सुबन्त प्रत्ययः भवति, सुबन्तनिर्माणं भवति. प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतं, सार्वधातुकप्रकरणे अन्तर्भूतम् इत्युक्ते तत् किम्? द्वितीयकार्यम् अस्माकं कृते नूतनं सुबन्तप्रकरणम् इति. ओके, इदानीं सुबन्तप्रकरणम् इति नूतनप्रकरणं पठामः वा? न न, इदानीं सुबन्तप्रकरणं न पठामः, प्रातिपदिकनिर्माणमेव पठिष्यामः. प्रातिपदिकनिर्माणं शत्रन्तस्य प्रातिपदिकं, शत्रन्तस्य प्रातिपदिकनिर्माणं लघुमार्गेण शार्ट्कट् पद्धत्या कर्तुं शक्यते. शत्रन्तस्य प्रातिपदिकनिर्माणं लघुमार्गेण कर्तुं शक्यते, पुनः शास्त्रीयरीत्या साधयितुं शक्यते. वस्तुतः लघुमार्गस्य आधारः शास्त्रीयरीतिः एव. ओके, इदानीं लघुमार्गः, कस्यापि परस्मैपदीधातोः लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु. सत्रिप्रत्यये एतत् ट्रिक् सर्वे जानन्ति वा? बहुवचनान्तरूपं, बहुवचनान्तं रूपं लट्लकारस्य स्वीकृत्य तत्र तकार गच्छन्ति मध्ये अपित् सार्वधातुकप्रत्ययः अस्ति, अपित् अस्ति न टी ई भागं निष्कास्य यत् रूपं भवति तत् क्षत्रियरूपम् अस्ति. पठतु. पठतु. ओ, लघुमार्गः तत् एव. कस्यापि परस्मैपदी धातोः लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु. इदानीन्तः इदानीं पर्यन्तम् एकवचनमेव, इदानीं बहुवचनं. धातुः कस्मिन् हलो श्रूयते वा? हलो श्रूयते भवत्याः मीना भगिन्याः ध्वनिः न श्रूयते. कुत्र गच्छति? भग्नम् अभवत् महोदय. एवं वा? आम् नेट्वर्क् तस्य वा अस्माकं वा? तस्याः खलु? न न तस्याः एव. मलर् महोदय पठितुं शक्यते खलु? अस्तु मदन महोदय पठतु लघुमार्गः पुनः पठतु. आं महोदय लघुमार्गः कस्यापि परस्मैपदिधातोः लट् लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु. धातुः कस्मिन्नपि धातुगणे भवतु नवसु गणेषु वदन्ति इति भवति नाम सिद्धतिङ् प्रत्ययः अन्ति. जुहोत्यादिगणे ददति इति भवति नाम सिद्धतिङ् प्रत्ययः अति. अधुना सिद्धतिङ् प्रत्ययं निष्कासयतु. तत् स्थाने शत्रुप्रत्ययस्य अत् इति योजयतु. यत् रूपं निष्पन्नं तदेव शत्रन्तप्रातिपदिकम्. लट्लकारस्य बहुवचनान्तरूपम् अन्ति अस्ति. तत्र किं त्यक्तव्यं वदति इति भवति. बहुवचनरूपं गच्छन्ति वदन्ति ददति सिद्धतिङ्गप्रत्ययः अस्ति अन्ति अस्ति अपि अस्ति खलु तं निष्कासयतु. तदनन्तरं निष्कासयतु वा अत् इति योजयतु शत्रिप्रत्ययस्य अत्. यत् रूपं निष्पद्यं तत् शत्रन्तप्रातिपदिकं. यदा वदन्ति अस्ति खलु वदन्ति बहुवचनरूपम् अन्ति इति प्रत्ययः अन्ति निष्कासयतु. किं शिष्यते? वद् खलु वद् इति शिष्यते खलु. तत्र शत्रिप्रत्ययस्य अत् योजयतु योजनं करोति भवती वदतु तर्हि इति प्रातिपदिक अवगच्छतिपदिकमपि भवति. अनन्तरं नपुंसकलिङ्गपदमपि भवति खलु महोदय? तत्तु अग्रे तत् न केवलं प्रातिपदिकस्य विषयः अस्ति. अस्तु नपुंसकलिङ्गे अनन्तरं तदनन्तरं ददति दाधातु बहुवचनरूपं प्रत्ययः अस्ति अति निष्कासयतु. किम् अवशिष्यते? दद्. तत्र शत्रिप्रत्ययस्य अति योजयतु. किं भवति? ददत् ददत् शत्रन्तरूपं शत्रन्तप्रातिपदिकरूपम्. अवगच्छन्ति वा सर्वे? आम् आं महोदय तदेव अस्ति. भवति गणे गच्छन्ति अत्र अन्ति इति निष्कासयतु अनन्तरं चेत् अत् योजयित्वा गच्छत् इति प्रातिपदिकान्त शत्रुप्रातिपदिकम्. अदादिगणे सन्ति सत् स योगः सकारः अत् सत् इति भवति. जुहोत्यादिगणे ददति अत्रापि अति इति इति स्थाने अत् दत्त ददत् इति भवति. दिवादिगणे दीव्यन्ति दीव्यत् स्वादिगणे चिन्वन्ति चिन्वत् तुदादिगणे तुदन्ति तुदत् रुदादिगणे रुदन्ति रुदत् तदादिगणे कुर्वन्ति कुर्वत् क्रियादिगणे क्रीणन्ति क्रीयत् क्रीणत् चुरादिगणे चोरयन्ति चोरयत् आम् आं महोदय अवशन्ति आम् अस्ति इति योजयामः कस्यापि प्रश्नः अस्ति वा लघुमार्गं सर्वे अवगच्छन्ति वा न वा आम् आम् अन्ति अन्ति अत् अन्ति स्थाने अत् अत् योजय आम् सर्वदा अन्ति नास्ति परन्तु ददाति मध्ये अन्ति नास्ति यत्सिङ्गप्रत्ययः अस्ति तत् निष्कासयतु तस्य स्थाने अत् इति आगच्छति खलु आम् आगच्छामि अग्रे पठनीयं वा अग्रे न अग्रे मा मीनमहोदय रघुपति आचार्य रघुपति आचार्य मीनमहोदय मीन रघुपतिमहोदय आं महोदय सा तु गतवती गतवती वा अत्र पठामि वा भवादिगणे गच्छन्ति ततः खलु महोदय शास्त्रीयरीत्या एकनिमिषं महोदय हा एकनिमिष शास्त्रीयरीतिः खलु शास्त्रीयरीतिः अस्तु गमल् इति गमल् इति लट् योग लट् गतौ विवक्षायां गमल् इति धातुः वर्तमानविवक्षायां वर्तमाने लट् वर्तमाने गमल् योग लट् इदानीं लट् स्थाने लटः शत्रुशानज शानचौ अप्रथमसमानाधिकरणे इत्यनेन लटः स्थाने शत्र इदानीं गमल् योग शत्र उपदेशे अनुनासिकैत् लशकतद्दिते तस्य लोप इत्येभिः अनुबन्धलोपः भवति अत्येव अवशिष्यते इदानीं अपि च लृ तत्र तथापि प्रत्यये अपि च धातौ अपि यत् अनुबन्धाः सन्ति ये अनुबन्धः सन्ति तेषां लोपानन्तरं गम् योग अत् इति भवति इदानीम् अत् इति अस्ति तिङ्क्षित् सार्वत्कमित्येन शत्रुप्रत्यय सार्वत्कप्रत्ययः अस्ति इति अस्ति इदानीम् अत् इति सार्वत्कप्रत्ययः अस्ति इति कृत्वा तत्र शत्रु इति सार्धप्रत्ययः इति कृत्वा कर्तरि शप् इत्यनेन कर्तृत्वे सार्धप्रत्यये परि धातोः शप् प्रत्ययः भवति गम् योग शप् योग अत् तदा इषुगमयमां चः इत्यनेन इष् गम् यम् येषां चकारादेशः भवति शितिपरे इति अत्र शिति शप् शितिपरे इति अस्ति इषुगमयमां चः शितिपरे इति अस्ति तत्र अतः शप् शित् इति कृत्वा तत्र इदानीं तत्र गच्छ इति आदेशः भवति च मकारस्थाने च इति गच्छ इति भवति गच्छ योग आयोग अत् इदानीं चेच इत्यनेन तत्र इदानीं तुगागमः भवति गत् योग चु इति अस्ति अनन्तरं स्तोचुनाचु इत्यनेन तत्र तस्य चकारः भवति गच्छ योग अयोग अत् गच्छ योग अत् अत्र इदानीम् अथोगुणे इत्यनेन तत्र पररूपादेशः भवति इदानीं गच्छ योग अत् गच्छत् इति गच्छति इति छत्रन्तप्रातिपदिकम् इति अस्ति इदानीं तत्र सर्वे अवगच्छन्ति प्रश्नः अस्ति वा नास्ति महोदय तत्र रघुपतिपर्यन्तं हा पुनः इदानीं हा अस्तु गम् गम् धातुः अस्ति लट् इति लट् इति भवति इदानीं गम् योग लट् तत्र शास्त्ररीतिः कथं भवति इति दर्शितमस्ति गम् योग लट् अस्ति तदा लट् स्थाने शत्रुप्रत्यय विधीयते लट् शत्रुशानजौ अप्रथमसमानाधिकरणे इत्यनेन लट् स्थाने शत्रुप्रत्ययः भवति इदानीं गमल् योग शत्रु इति अस्ति तत्र गमल् इत्यस्मिन् लुकारस्य लुकार इति अनुनासिक वर्णः अस्ति अतः इत्संज्ञा भवति उपदेश अनुनासिक इत्यनेन अपि च शत्रु इत्यस्मिन् यद् ऋकारः अस्ति मूर्धने ऋकारः तदपि तस्यापि अपि च शकारस्य अपि तत्र लसकपद्धते इत्यनेन अथवा उपदेश अनुनासिक इत्यनेन तत्र द्वयस्यापि अनुबन्धस्य लोपः भवति गम् योग अत् इति अस्ति इदानीं तत्र यदि शत्र इति तिंशित् सार्वादिकमिति इत्यनेन तत्र कर्तरि शप् विधीयते तत्र विकरणप्रत्ययः भवति सार्वादिकप्रत्यये परे इति इदानीं गम् योग शप् योग अत् अस्ति तदा शप् इति शपि परे अस्ति चेत् गम् धातोः चकारादेशः भवति इशुगमिवां चः इत्यनेन तत्र सूत्रेण भवति तर्हि गम् योग अयोग अत् अस्ति गच्छति इति भवति अत्र गच्छयोग अत् अस्ति तत्र गच्छाति इति भवेत् परन्तु अतो गुणे इत्यनेन तत्र पूर्वपरयोः एकः पररूपादेशः भवति गच्छति इति रूपं तद्रूपम् इदानीं धातोः अन्ते तत्र इदानीं गच्छति प्रातिपदिकमस्ति भवति कृत् कृत् प्रत्यय अस्ति इति कृत्वा एतत् शास्त्रीयरीति परन्तु शास्त्रीयरीति अस्माभिः ज्ञातव्या एव सर्वदा परन्तु लौकिके लौकिक नाम लोके लघुमार्ग इति झटिति कार्यं करोति अतः लघुमार्गस्य अपि ज्ञानं भवेत् लघुमार्गं किमस्ति गच्छन्ति इति बहुवचनरूपं तत्र तिङ्प्रत्ययः अन्ति अन्ति निष्कासयतु किं भवति गच्छ गच्छ इति भवति तत्र शक्तिप्रत्ययस्य अत् योजयतु गच्छत् इति प्रातिपदिकं परन्तु शास्त्रीयनियम् इति प्रक्रिया प्रक्रियारीत्या यदि वयं पठामः तदपि कठिनं नास्ति गम् इति धातु योगः लट् लट् विवक्षा अस्ति वर्तमानस्य काले वर्तमाने लट् इत्यनेन वर्तमानकालस्य विवक्षा अस्ति अतः लट् लटः स्थाने शत्रु भवति गम् योगः लट् लट् इति वर्तमानकालस्य बोध लट् स्थाने शत्रु भवति केन सूत्रेण लटः शत्रुशानचौ अप्रथमा समानाधिकरणे गम्री मध्ये गम् अवशिष्यते शत्रु मध्ये अत् अवशिष्यते शकारस्य रूपः भवति दशकोदति रू तस्य रूपः भवति उपदेशे अजनुनासिक गम् योगः अत् इदानीं शत्रुमध्ये शकारः इत् अस्ति अतः षित् अस्ति अतः सारधातुकमस्ति कर्तरथे अस्ति अतः कर्तरि शप् इत्यनेन शप् प्रत्ययः भवति गम् योगः शप् योगः अत् शप् मध्ये अपि अ एव अवशिष्यते गम् योगः अयोगः अत् इषु गमीयमा इति सूत्रमस्ति वदति गम् प्रत्यानन्तरं षित् अस्ति चेत् किं भवति गम् स्थाने मकारस्य स्थाने शकारः भवति शकारादेशः भवति गच्छ योगः अयोगः अत् गच्छ योगः अ शकारानन्तरं छेच छेच इति सूत्रमस्ति शकारे पदे ह्रस्व अकारः अस्ति चेत् तुगागमः भवति छेच इति सूत्रेण तुगागमः भवति गच्छ तर्हि अत्र ग त छ इति भवति तकारचकारयोः मेलनं भवति चेत् तकारस्थाने किं भवति चकारः स्तोश्चुनाश्चो इत्यनेन अतः गच्छ योगः अयोगः अत् गच्छ योग अत् इदानीम् अतो गुणे एकं सूत्रमस्ति खलु अत्र गच्छ अकारानन्तरं गुण गुण अपदान्त अकारानन्तरं गुणवर्णः अस्ति चेत् पूर्वरूपं भवति तर्हि गच्छ योगः अत् गच्छ इति अकार अदन्तमस्ति तस्यानन्तरं गुणवर्णः अस्ति अत् अपि च गच्छ इति अपदान्त अस्ति अतः पूर्वरूपं भवति गच्छति गच्छतीति प्रातिपदिकम् अवगच्छन्ति वा गम् योग अन्ति इति या प्रक्रिया अस्ति सा एव प्रक्रिया अत्रापि अन्ति इति प्रक्रिया गम् योग अतः बहुवचनं यः पठतु किमर्थम् एकवचनं न कर्तुं शक्नुमः यतोहि एकवचने तु गुणकार्यमपि भवति पित् अस्ति खलु परन्तु क्षत्रियकार्यं न भवितुं शक्नोति क्षत्रिय अपित् अस्ति अजादि अपित् अस्ति एतदपि एतदपि अजादि अजादि अपित् अन्य किमस्ति अन्ति अस्ति खलु अतः बहुवचन इव रूपं भवति इति शास्त्रीयतर्कः अस्ति लट् लकारे अत् क्षत्रिय अत् अस्ति अजादि अपित् अजादि अपित् प्रत्ययः लट् लकारे कः अस्ति बहुवचने एव अस्ति खलु प्रथमपुरुष बहुवचनं तत्र एव भवति अतः बहुवचनस्य रूप इव बहुवचनरूपमिव भवति अत्र इति अस्ति लघुमार्गस्य यत् किमस्ति आधारः अस्ति तत् शास्त्रीय एव अस्ति तत् किमपि भिन्नं नास्ति शास्त्रीय एव अस्ति अस्तु सदा वसन्ति आं महोदय आं महोदय एकवारं महोदय अतो गुणे पुनः पठतु, अस्माभिः पूर्वं पठितं अतो गुणे इति षष्ठाध्यायस्य प्रथमपादस्य सप्तनवतितमं सूत्रमस्ति। अपदान्तात् अतः गुणे परे पूर्वपरयोस्थाने एकः पररूपम् एकादेशः स्यात् इति। गुणः पूर्वरूपम् मया पूर्वरूपम् इति उक्तं, पररूपमस्ति, सम्यक् पररूपम् आं सत्यं पररूपमस्ति। अत्र गुणः इत्युक्तौ अ एवो अदे अदेङ्गुणः इत्यनेन अ एवो इति अस्ति। इदं सूत्रं वृद्धिरेचि अकाश्रवणे दीर्घ इत्यनयोः अपवादः अस्ति, अधोगुणे इति अपवादः अस्ति। अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं विपदविदं सूत्रम् उस्यपदान्तात् इत्यस्मात् अपदान्तात् अपि च एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः भवति। एकःपुरपरयोः संहितायाम् इत्यनयोः अधिकारः अस्ति। अनिवर्तिसहितसूत्रमस्ति, अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इत्युक्ते अदन्त अङ्गात् एक अकार अथवा एकार ओकार अस्ति चेत् पररूपादेशः भवति इति अस्ति। इत्युक्ते अकार अकार अस्ति चेत् अकार एव, अकार एकार अस्ति एकारः भवति, अकार ओकार अस्ति चेत् ओकारः भवति इति अस्ति। वदन्ति अपदान्ते एव, अपदान्ते एव, अपदान्तं पदान्त न अपदान्त अस्ति चेत् न भवति पदान्ते अस्य पूर्वं कुत्र अस्माभिः पठितम् अस्य सूत्रस्य कार्यं कोऽपि तत्र लट् भवादिगणे पठति पठति पठन्ति पठ इति अङ्गं भवति पठयोगान्ति अस्ति खलु, तत्रापि पठ इति अपदान्त अकारः अग्रे अन्ति अस्ति, अतः पठन्ति भवति न तु पठान्ति। सर्वे स्मरन्ति खलु? पठानि पठाव पठामः मध्ये न दृश्यते, न दृश्यते तत्र नास्ति हानि खलु, अत्र आकारः अन्य कुत्र अस्ति, अन्य कुत्र अस्ति तत्र तत्र इ इति अस्ति खलु, तत्र इति तत्र आत्मनेपदि भवति, आत्मनेपदी इ इति अस्ति तत्र पूर्वपुरुषे इति खलु, तत्र कस्मिन् लकारे आत्मनेपदी इ इति कुत्र भवति खलु, तत्र रोचे रोच रोचते इति खलु, तत्र रोचे इति भवति खलु, रोचयोग इति खलु, तत्र क्षम्यतां नास्ति अत इ अस्ति खलु, तत् न भवति, क्षम्यतां रोचै रोचै इति ऐ कुत्र रोचै रोचावहे रोचामहे रोचयोग आं सत्यं रोचै इति तत्रापि लभे लभे अपि अस्ति लभे लभे तत्र आं सत्यं लड्लकारे एव अस्ति खलु लट्लकार उत्तमपुरुषे आत्मनेपदी उत्तमपुरुषे एकवचनं लभे देवे तत्र ए अस्ति प्रत्यय ए अस्ति वा इ अस्ति वा ए अस्ति खलु तर्हि गुणः तत्र वृद्धिः भवति चेत् ऐ भवति, परन्तु तत् सम्यक् नास्ति, यतोहि अतो गुणे कार्यं करोति सेवे इति अस्ति पररूप एकादेशः भवति तर्हि वृद्धिरेशि अकः सवर्णे दीर्घस्य अपवादः लभे ये इति भवति ये सीतात्मेर इति ये इति भवति इति ये भवति अनन्तरं सत्यं लभे तद् तत्रैव तत्रापि अतो गुणे सूत्रस्य कार्यं भवति अस्तु अग्रे मीना महोदय ध्येयं यत् देयं यत् शत्रुप्रत्यये शकारः ऋकारयोः इत् संज्ञा लोपश्च ओके शकारः इत् इत् इत्यनेन शित् अतः तिंशित् सार्वधातुकम् इत्यनेन अयं प्रत्ययः सार्वधातुकः. ऋकारः इत् इत् इत्यनेन उगित् उगित् किमर्थम् उगित् उक् प्रत्यय उक् प्रत्याहारे इत् संज्ञा यस्य सः अस्मात् उगित् उगित् उगित् अचां सर्वनामस्थाने अधातोः इत्यनेन निमागमः विहितः. अस्मात् च स्त्रीविवक्षायाम् उगितश्च इत्यनेन स्त्रीप्रत्ययः नीग् विहितः भवति. न अवगतम् अत्र इदानीं त्यजतु. प्रथमं अवगतं चतुर्प्रत्यये शकारस्य इत् संज्ञा महत्वं किं षित् भवति अतः सार्वधातुकं भवति प्रतिक्षित् सार्वधातुकं भवति सार्वधातुकसंज्ञा भवति अतः कर्तृषप् इत्यनेन गणभेदः भवति इति शकार इत् संज्ञायाः महत्वं. ऋकारस्य इत् संज्ञा महत्वं किम् अस्ति तत् उगित् भवति. तत्र उगित् प्रत्ययानां कृते यत् कार्यमस्ति तत्र सर्वनामस्थाने अधातोः इति नुमागमः भवति यथा पठतु. किमर्थम् उगित् उगित् इत्युक्ते किं तत्र उगित् नास्ति ऋकारः एव इत् संज्ञा उक् प्रत्याहारे अस्ति खलु अय्योन् रिल् ऋक् उक् उक् प्रत्याहार तत्र रु अस्ति खलु अय्योन् रिल् अयु ऋ उक् प्रत्याहारे के वर्णाः सन्ति ओ आय ऊर् अपि हर् अपि च रु अपि अस्ति खलु उक् प्रत्याहारे. रु इति उक् प्रत्याहारे अस्ति तस्य इत् संज्ञा अस्ति अतः उगित् उगित् इत्युक्ते यत्र उकार उक् प्रत्याहारस्य निमित्त स्थितस्य वर्णस्य इत् संज्ञा अस्ति तादृश उगित्. ऋकारस्य इत् संज्ञा अस्ति उगित् अस्ति अतः उगितचां सर्वनामस्थाने धातु इति नुमागमः भवितः नुमागमः भवति. कुत्र भवति नुमागमः? प्रायः गच्छत् अस्ति खलु गच्छत् तस्य स्त्रीलिङ्गरूपं किं भवति? गच्छन्ति भवति तर्हि तत्र स्त्रीलिङ्गे तस्य कार्यं भवति. अत्र त्यजतु इति अहं वदामि. अस्तु अग्रे उगितां सर्वनामस्थाने अधातोः इत्यनेन नुमागमः विहितः. अस्मात् च स्त्रीविवक्षायाम् उगितस्य इत्यनेन स्त्रीप्रत्ययः नीट् विहितः भवति. तत्र गच्छन्ति इति नीट् प्रत्ययः वा? इति नीट् प्रत्ययः अस्ति खलु. ओ हो अत्र प्रश्नः उदेति किमर्थम् पठतु पठामि वा? अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति. उत्तरं वर्तते यत् तस्य पृष्ठतः शास्त्रीयविधिरस्ति एव. अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति. उत्तरं वर्तते यत् तस्य पृष्ठतः शास्त्रीयविधिः अस्ति एव. सः किमर्थम् अस्ति चेत् इति एकः प्रश्नः वा? किमर्थं लघुमार्गः अस्ति इति शास्त्रीय कार्यं करोति इति प्रश्नः. तस्य उत्तरमस्ति लघुमार्गस्य पृष्ठतः अपि शास्त्रीयविधिः एव अस्ति अतः सर्वत्र कार्यं करोति. लघुमार्गः किमपि नूतनं नास्ति. शास्त्रीयविधि विधिः आधारितः एव अस्ति अतः सर्वत्र कार्यं करोति. सार्वधात्कप्रत्ययाः केवलं चतुर्विधाः अजादि अपित् हलादि अपित् अजादिपित् हलादिपित्. तत् अनुगुणं सार्वधात्कप्रत्ययेषु कार्यं चतुर्विधम् एव भवति. इदं तत् सत्यं मनसि निधाय पाणिनीयव्याकरणक्षेत्रे अग्रे सरति. तस्य कृते मार्गः सरलः एव. चतुर्विधमार्गः हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इति चतुर्विधमार्गः अस्ति. इदं सत्यम् इति उक्ते किं महोदय? इदं सत्यम् सत्यमित्युक्ते किम्? सत्यमित्युक्ते इदं सत्यम् इति सत्यम् इति तथा अस्ति इति सत्यम् इति भवति खलु. सत्यं सत्यं तथ्य अस्ति खलु. फ्याक्ट् फ्याक्ट् सत्य तत्त्वं किल न सत्यं. अस्ति सत्यं लिखितमस्ति. सत्यमेव फ्याक्ट् सत्यं तत्त्वं किल सत्य तत्त्वं भिन्नम् अस्ति. तथ्य इत्युक्ते फ्याक्ट्. तिङन्तप्रसङ्गे एतत् सर्वम् अस्माभिः अवलोकितं प्रागेव. ओके, दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात्. ओके, पश्यतु एकनिमिषः. यदि वयं पाणिनीरीत्या अष्टाध्यायस्य इदानीं पाठं न यदि वयं न कुर्वन् यदि वयं न किं कुर्वन्तः स्म तर्हि अस्मा एतावत् पर्यन्तं तिङन्तरूपाणि कृदन्तरूपाणि शतृशानचरूपाणि शानचरूपाणि इति भिन्न इति अस्ति खलु अस्माभिः कृते. परन्तु वस्तुतः सार्वधातुकयप्रकरणम् अस्ति, तत् सर्वत्र समानम् अस्ति. तर्हि यः पाणिनिरीत्या यः पाठं करोति तस्य कृते कृत्वा वा तिङ् वा किं रूपं समानम् अस्ति, यतोहि सार्वधातुकम् अस्ति. अतः यदि वयं सार्वधातुकरूपाणि जानीमः तर्हि शतृशानचरूपाणि वस्तुतः कठिनाः न सन्ति. कठिनानि रूपाणि कठिनानि न सन्ति, सरलानि एव सन्ति. यतोहि सार्वधातुकप्रकरणं तत्र अपि अस्ति, तिङ्गमध्ये अपि अस्ति. यदि तर्हि वस्तुतः सरलमस्ति, सर्वत्र प्रक्रिया समाना, तथ्यानि समानानि. अतः तत्रापि सार्वधातुकप्रकरणे हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इति सर्वमस्ति. अत्र अपि अस्ति, अत्र अत् प्रत्ययः हलादि अजादि अपित् अस्ति, अतः अजादि अपित् अस्ति. अतः बहुवचन इव तस्य कार्यं भवति. एतत् सर्वं तादृशमनुष्यः एव ज्ञातुं शक्नोति यः पाणिनीयमार्गेण कार्यं करोति. यः रटनं करोति, ओ इदानीं कृदन्त शत्रुशानच् गच्छन्तौ गच्छन्तौ गच्छन्तौ गच्छन्तौ गच्छन्तौ गच्छन्तौ गच्छन्तौ गच्छन्तौ गच्छन्तौ इति रटनमस्ति. तद् गच्छन् कथं भवति? तस्य लट् लकार इव कार्यं कथं भवति? किमर्थं भवति? तस्य पृष्ठे सूत्राणि कानि सन्ति? एतत् सर्वं यदि कोऽपि जानाति तस्य कृते किमपि कठिनः न भवति इति वस्तुतः अस्य अनुच्छेदस्य महत्त्वमस्ति. इति नाम कृत् इति किमपि भिन्नं नास्ति. यत् ओ कृत् अस्ति इदानीं कठिनम् अस्ति किं कुर्मः, न. कृत् अत्र शत्रुशानच् अपि सार्वधातुकम् अस्ति, अतः सार्वधातुकतिङ् प्रक्रिया यथा अस्ति तथैव अत्र अपि अस्ति. अतः भवादिगणीय तुजादिगणीय सर्वं यदि वयं सम्यक् रीत्या जानीमः तर्हि अत्र अपि वयं कर्तुं शक्नुमः. दशगणः सर्वे गणाः रुधादिगणे अपि रुद्धन्ति. कोऽपि पृच्छति रुधादिगणे रुद् धातोः शत्रिप्रत्ययः करोतु रूपं करोतु, सर्वे भिन्ना भीताः भवन्ति. तथा नास्ति. रुद् धातोः लट्लकारः बहुवचनरूपं रुन्धन्ति इति अस्ति, तत्र रुन्धत् इति भवति. किमर्थं भवति? रुन्धन्ति मध्ये अन्ति अपि अजादि अपि तस्ति, शत्रुप्रत्ययः अपि अत् अजादि अपि तस्ति, अतः समानप्रक्रिया भवति इति अस्ति पाणिनीय अष्टाध्याय्यपठनस्य उपलब्धिः इति अहं सर्वदा वदामि. किमर्थम् अष्टाध्यायी पठनीया, किमस्ति, पठनं करोतु करोतु, गच्छत् सत् ददत् दिव्यत् न, तथा करोति चेत् बहु कठिनं भवति, असम्यक् रूपं भवति न. फालो पाणिनि, सर्वं कार्यं सरलरीत्या भवति. अतः पाणिनि अष्टाध्याय्याः पठनम् आवश्यकम् इति, रटनस्य आवश्यकता एव न भवति. असङ्ख्यानां शब्दान् रटनं न कर्तुं शक्यते खलु, अतः एतदेव. आम् असङ्ख्य किं करोमि. अस्तु, तर्हि पश्यतु रुधादिगणीयरूपाणि भवन्ति, जानन् भवती सर्वे, भवन्तः सर्वे जानन्ति रुधादिगणीयरूपाणि, हा अदादिगणीयरूपाणि सामान्यतया जनाः न जानन्ति, ज्योत्यादिगणीय. इदानीं न केवलं रूपाणि जानाति, तस्य शत्रुप्रत्ययरूपमपि जानाति इदानीमेव. विदौट् इवन् हेविङ्ग् टु स्टडि शत्रुप्रत्यय, यु नो द रूप आल्रेडि, बिकास् इट् इस् आल्सो सार्वधातुकप्रक्रिया, सेम् एस् बिफोर्. किमपि भेदः नास्ति, किञ्चित् केचन सूत्राणि नवीनूतनानि सन्ति, परन्तु मुख्यतया प्रक्रिया एव अस्ति, अतः किमपि नूतनं नास्ति इति अहं चिन्ता इति अहं वक्तुं शक्नोमि, वक्तुम् इच्छामि. अदादिगणे अस्ति खलु अस् प्रत्यय, अस् धातु रूपं किमस्ति, सन्ति सन्ति, तथैव शत्रिप्रत्ययरूपं किं भवति, सत्, समाप्तं. किमर्थं, यतोहि अन्ति अपि अजादि अपि अत् इति अजादि अपि, अतः समानं कार्यं भवति सर्वत्र, कुत्रापि नास्ति अपवादः नास्ति इति. सर्वे आगच्छन्ति वा? आं महोदय. तर्हि इदानीं समापयामः, समयम् अभवत्, इदानीं समापयामः, अग्रिमरविवासरे मेलिष्यामः इति. धन्यवादः, धन्यवादः, धन्यवादः महोदय.